लोचनं स्मितमुखं पद्मद्वयान्तः स्थितम् मुद्रापाशमृगाक्ष सूत्र विलसत् पाणिं हिमांशुप्रभम् कोटिन्दु प्रगलत् सुधाकृततनुम् आरादिभूषोज्ज्वलम् कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये पशुपतिं स्थाणुं नीलकण्ठम् उमापतिं नमामि शिरसा देवं किन्नो मृत्युः करिष्यति नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनं नमामि शिरसा देवं किन्नो मृत्युः करिष्यति नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभं नमामि शिरसा देवं किन्नो मृत्युः करिष्यति वामदेवं महादेवं लोकनाथं जगद्गुरुं नमामि शिरसा देवं किन्नो मृत्यु करिष्यति देवदेवं जगन्नाथं देवेशं वृषभध्वजं नमामि शिरसा देवं किन्नो मृत्यु करिष्यति शिरसा देवं किन्नो मृत्युः करिष्यति अनाथः परमानन्दं कैवल्यपदगामिनं नमामि शिरसा देवं किन्नो मृत्युः करिष्यति स्वर्गापवर्गदातारं सृष्टिस्थिति विनाशकं नमामि शिरसा देवं किन्नो मृत्युः करिष्यति उत्पत्ति स्थिति संहारकर्तारमीश्वरं गुरु नमामि शिरसा देवं किन्नो मृत्युः करिष्यति मार्कण्डेयकृतं स्तोत्रं यः पठेत् शिवसन्निधौ तस्य मृत्युभयं नास्ति नाग्नि चोरभयं क्वचित् शकावृतं प्रकर्तव्यम् सङ्कटे कष्टनाशनम् शुचिर्भूत्वा पठेत् स्तोत्रम् सर्वसिद्धिप्रदायकम् मृत्युञ्जय महादेव त्राहि माम् शरणागतम् जन्म मृत्यु जरारोगैः पीडितम् कर्म बन्धनैः तावकस्मद्गत प्राणस्वच्छितोऽहम् सदा मृड इति विज्ञाप्य देवेशं त्रयम्बकाख्यमनुं जपे नमः शिवाय सांबाय हरये परमात्मने प्रणतक्लेशनाशाय योगिनां पतये नमः प्रणतक्लेशनाशाय योगिनां पतये नमः प्रणतक्लेशनाशाय Thank you.